नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्याय्यां बलाबलचिन्तनम् इति विषयः अनुवर्तते. तत्र पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इति विषयः प्रवर्तमानः अस्ति. तत्र अस्माकम् उदाहरणमस्ति सिव्योगः न. सिव्योगः न इति स्थितौ तत्र त्रीणि सूत्राणि प्रसक्तानि इति वयं जानीमः. एकमस्ति लोपो व्योर्वलि, छ्वोः षूड् अनुनासिके च, अनन्तरं पुगन्तलघुपदस्य च. तर्हि अत्र कोऽपि स्मारयति वा तत्र लोपो व्योर्वलि इति सूत्रं किं वदति? मीना भगिनी वदतु. लोपो व्योर्वलि इति सूत्रं वदति यदि वका वन् प्रत्याहारे परे वका यकार वकारयोः लोपः इति वदति. सिव्योगः न इति स्थितौ सिव् वकारः अस्ति, न इति वल् प्रत्ययः अस्ति, तस्मात् वकारः लोपः भवितुं शक्यम्. समीचीनं, समीचीनं. तदनन्तरं छ्वोः षूडनासिके च इति सूत्रं किं वदति? छ्वोः षूडनासिके इति सूत्रं चकारवकारयोः ऊटादेशः भवति अनुनासिके प्रत्यये परे. हा, चकारवकारयोः इति नास्ति, चकारस्य स्थाने तत्र ऊट आदेशः भवति अनुनासिकप्रत्यये परे, अनुनासिके परे. चकारस्य स्थाने नास्ति, चकारस्य स्थाने भिन्नकार्यमस्ति. किमस्ति? तुक् तुक् सहितचकारं वा? तुक् सहितचकारस्य चकारादेशः भवति, तालव्यशकारादेशः. अनुनासिकः इति वल् प्रत्ययः अन्तर्भूते अस्ति. सिव्योगः न इति स्थितौ छ्वोः षुडनासिके च इति कार्यं करोति चेत् किं भवति? सिव्योगः न इति स्थितौ वकारस्य ऊट् भवति, सि ऊ योगः न इति भवति. समीचीनं, सम्यक्. तर्हि इदानीं तत्र अस्तु. इदानीं तृतीयं सूत्रं किम्? तृतीयसूत्रं पुगन्तलघुपदस्य इति सूत्रं. तेन किं भवति? तेन सिद्योगः इति स्थितौ इकारः लघु उपदा भवति, नकारः आर्धधातुकप्रत्यये परे, तस्मात् गुणः भवितुं शक्यं, तद् सेव् योगः न इति भवितुं शक्यम्. हा, समीचीनम्. इदानीं लोपो व्योर्वलि अपि च छ्वोः षुडनासिके च अनयोः कीदृशसम्बन्धः? लोपो व्योर्वलि वकारः लोपः वल् प्रत्याहारे परे, छ्वोर्षुडनासिकस्य वकारस्य ऊट् आदेशः अनुनासिके परे. सम्बन्धः इति किम् इति बलाबलचिन्तनं किम्? षोड् अत्र लोपो अनन्तरं छोड् अन्नासिके सूत्रे लोपो व्योर्वलि अनन्तरं भवितुं छोड् अनुनासिके सूत्रे भवितुं न शक्यं. सिव्य वकारः लोपः अनन्तरं षोडशु अनुनासिके सूत्रस्य प्रसक्तिः नास्ति, तस्मात् सूत्रं निरवकाशः भवति. तस्मात् अपवादः सूत्रं भवति. लोपो व्योर्वलिः इति सूत्रस्य अपेक्षया षोडन्नासिकसूत्रम् अपवादसूत्रं भवति, तस्मात् षोडन्नासिकसूत्रमेव भवितुं प्रसक्तिः अस्ति तत्र. सत्यं, समीचीनं, बहु समीचीनं. परन्तु तस्मात् पूर्वम् अनयोः अन्यत्र लब्धावकाशः अस्ति वा इति चिन्तितं वा? अन्यत्र अपवादसूत्रम् इति युक्ते अन्यत्र भवत्या तत्र निर्मितं, तत्र अपवादः इति निर्मितः भवति, निरवकाशः निरवकाशः इति कथं जानीमः, निरवकाशः इति कथं जानीमः, सर्वेषु स्थलेषु अस्माभिः दृष्टं वा अन्यत्र अन्यत्र अवकाशः नास्ति चेत्? हा, अन्यत्र अवकाशः नास्ति, अन्यत्र अवकाशः अत्र चोः शूलनासिके च इत्यस्य अन्यत्र लब्धावकाशः नास्ति इति कृत्वा अपवादः इति सम्यक्, परन्तु तत्र चिन्तनीयम् अन्यत्र लब्धावकाशः अस्ति वा नास्ति वा इति चिन्तनीयम्. अन्यत्र अवकाश अस्मिन् अस्मिन् सन्दर्भे वा भगिनि? इत्युक्ते तत्र अहम् उदाहरणं वदामि. इदानीं पश्यतु, लोपोव्योर्वलि इति सूत्रं, तस्य अन्यत्र लब्धावकाशः अस्ति, यतोहि तत्र तादृशम् एकं स्थलम् अस्ति यत्र केवलं लोपोव्योर्वलि कार्यं करोति, चूहशुडानासिके च इति कार्यं न करोति. तादृशस्थलं मया पूर्वमपि उक्तं, तत्र यङ्लुगन्तप्रसङ्गे मामव् इति धातुः अस्ति, मामवयोगः वः, मामव् इति धातुतः उत्तमपुरुषे द्विवचने वः इति प्रत्ययः, तत्र मामवयोगः वः इत्यत्र लोपोव्योर्वलि इत्यस्य प्रसक्तिः अस्ति वा? अस्ति. चोः शूलनासिके च इत्यस्य प्रसक्तिः अस्ति वा? न, नास्ति. अनुनासिकप्रत्ययः नास्ति. अनुनासिकप्रत्ययः नास्ति, जलादि अपि नास्ति. इति कृत्वा छोः शूलनासिके च इत्यस्य प्रसक्तिः नास्ति, केवलं लोपोव्योर्वलि इत्यस्य प्रसक्तिः तत्र, खलु? तर्हि तत्र लोपोव्योर्वलि इति सूत्रस्य अन्यत्र लब्धावकाशः अस्ति, खलु? इदानीं छोः शूलनासिके च इति सूत्रस्य तादृशस्थलम् अस्ति वा यत्र लोपोव्योर्वलि इत्यस्य कार्यं नास्ति? लोपोव्योर्वलि यत्र कार्यं नास्ति, शूलनासिके इति सूत्रं प्रसक्तिः अस्ति वा न वा? यत्र लोपोव्योर्वलि नास्ति वा किल? लोपोव्योर्वलि नास्ति, तत्र केवलं चोः शूलनासिके च इत्यस्य कार्यम् इति अस्ति वा तादृशस्थलम्? अस्ति. कुत्र? लोकः न इति अत्र नास्ति. अनुनासिकप्रत्ययः वलादि प्रत्याहारे अन्तर्भूतः अस्ति, तस्मात् कुत्र यत्रापि वल् प्रत्याहारे अस्ति अनुनासिके अस्ति, यत्र कुत्रापि अनुनासिके अस्ति वल् प्रत्याहारे नास्ति. प्रत्याहारे न केवलम् अनुनासिकप्रत्ययः अपि तत् जलि अपि अस्ति खलु, जल् प्रत्याहारः अपि अस्ति खलु वल् प्रत्याहारे? प्रत्याहारपि अस्ति. सत्यं. तर्हि इदानीम् अनुनासिकप्रत्ययः, अनुनासिकप्रत्ययः अपि वलि एव अन्तर्भूतः, झलि अपि वलि एव अन्तर्भूतः. अतः इदानीम् एकम् उदाहरणं पश्यामः. खौ, खौ ककारः, महाप्राणखकारः बकारः इति धातुः, खौ इति धातुः क्रियादिगणीयधातुः अस्ति खौ. तत्र क्रियादिगणे तत्र विकरणप्रत्ययः कः? तर्हि न इति अवशिष्यते, खौ योगः न. अधुना खौ योगः न इत्यत्र कयोः सूत्रयोः प्रसक्तिः? खौ योगः न इति औकारः अस्ति तत्र, औकारः नास्ति, वकारः, खौ वकारः, क्षम्यतां, खौ, कौ इत्युक्ते ककारः, अकारः वकारः, कौ वकारः, ककारः खौ, ककारः औकारः वा किल? औकारः नास्ति, ककारः, क व कव् कव् इति एव भवति, कौ योगः न लोपोव्योर्बलि इति सूत्रस्य प्रसक्तिः अस्ति, क योगः न, अपि चोड् अनुनासिकस्य सूत्र कौ योगः न इति भवितुं शक्यम्. अनयोः किं भवति, अनयोः किं भवति तत्र यत्र लोपोर्व्योर्वलि भवति क एव अवशिष्यते, क न, वकारः नास्ति, लोपो छ्वोरनुनासिकसूत्रस्य प्रसक्तिः अवकाशः नास्ति. हा, इत्युक्ते तादृशस्थलं कुत्रापि नास्ति, यत्र यत्र चोः शुनासिके च इति आगच्छति सर्वत्र लोपोव्योर्वलि आगच्छति खलु. वलि अपि च झलि अनुनासिके इति उक्तत्वात् तर्हि इदानीम् अनयोः चोशुरासिके च इत्यस्य अन्यत्र लब्धावकाशः नास्ति, कुत्रापि नास्ति, कुत्रापि नास्ति हा इति कृत्वा अपवादः अस्ति खलु. आं भगिनि. हा, तर्हि यदा वयं तत्र अन्यत्र लब्धावकाशः अस्ति वा नास्ति वा इति चिन्तयामः तदानीं तत्र उदाहरणद्वयम् अथवा त्रयं स्वीकृत्य परिशीलनं कुर्मः चेत् स्पष्टतया ज्ञायते यत्र यत्र चोशुरासिके च आगच्छति तत्र सर्वत्र लोपोव्योर्वलि अपि आगच्छति इति वयम् अवगन्तुं शक्नुमः. तत्र खव्योगः कव्योगः न इत्यत्र रूपं किं भवति, यत्र षोडन्यासिके भवति, षोडन्यासिके सूत्रं प्रसक्तिः अस्ति चेत् कौ न, वकार नास्ति, खौ इदानीं वकारस्य स्थाने ऊट् आदेशः, ऊट् आदेशः कौ कौ. तदनन्तरं नकारः इदानीं कौ न इति स्थिते इति स्थिते पुगन्तलघुपदस्य अपि च पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति तत्र. कथं नास्ति, नास्ति कौ न इति स्थिते इगन्तं नास्ति, इगन्तं नास्ति, इगन्तमस्ति. भगिनी क्षम्यतां भगिनी, तत्र धातुः पुनरेकवारं वदति वा. ककारः महाप्राणककारः अकारः वकारः कौ खौ. अस्तु अस्तु, धन्यवादः. तर्हि इदानीं वकारस्य स्थाने ऊट् आदेशः, तर्हि क योगः उ योगः न, इदानीं किम् अस्ति इदानीं अत्र सिवु इति उदाहरणं न, सिवु त्यजतु, सिवु इति त्यजतु, इदानीं तादृशं नास्ति, क उ न इति स्थिते उपदा इगन्तं क उ आकारः एव उपदा भवति, इकारः पुग इकारः उपदा न भवति, सो पुगन्तलघुपदस्य सूत्रस्य शक्तिः नास्ति भगिनि तत्र. हा, समीचीनम्. इदानीं धन्यवादः भगिनी, बहु बहु समीचीनमासीत्. इदानीम् अग्रे गोमती भगिनी वदतु, क उ न इत्यत्र किं भवति. न षित् अस्ति अथवा तत् सार्वधातुकप्रत्ययः अस्ति, परन्तु पित् नास्ति, अतः गुणस्य प्रसक्तिः नास्ति, सार्वधातुक अर्धधातुकयोः कार्यं न करोति, पुगन्तलघुपदस्य च अपि न कार्यं करोति, किमर्थं चेत् लघु उपदा अ एव अस्ति, अतः तत्र अपि प्रसक्तिः नास्ति. प्रसक्तिः नास्ति इति वदामः वा तत्र, कार्यमेव न करोति, कार्यं प्राप्तिः नास्ति इत्युक्ते तत्र कथं वक्तव्यं, प्रसक्तिः नास्ति इति न वदामः, प्राप्तिः नास्ति इति वदामः. सारधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तत् सूत्रं निषिद्धम् अस्ति इदानीं खलु, तदपि न कार्यं करोति. ऊ न खुनाति न क उ इति अस्ति चेत् किं भवति तत्र अत्र अकारः अस्ति भगिनि अकारः अस्ति हकारः अकारः उकारः अस्ति ऊकारः अस्ति तत्र अकार उकारयोः सन्धिः भवति अकारस्य परे अच्छस्ति चेत् आद्गुणः इति सूत्रे ओकारः भवति तु खो खो भवति वा भगिनि न आद्गुणः इति कथं कथम् उक्तवती अकारः अस्ति न अनन्तरम् ऊकारः अस्ति तो अकारस्य परे अचस्ति तो गुणः भवति न अकार आद्गुणः इति सूत्रेण तो उकारस्य गुणः भवति गुणः भवति इति वदति वा गुणसन्धिः भवति इति वदति वा किं भवति गुणः सारि क्षम्यतां गुणसन्धिः गुणसन्धिः तु ख अकार अकारस्य उकारस्य स्थानयोः ओकारः भवति खो भवति एवं वा भगिनि पुनः वदतु अकारस्य परे अच् अस्ति अतः आद्गुणः सूत्रेण सन्धिकार्यं भवति ओकारः भवति अकारस्य उकारस्य स्थाने एकादेशः भूत्वा खकारः योग ओकारः खो भवति तर्हि रूपं किमस्ति खो अनन्तरं परस्मैपदी वा एतस्य एतद्धातु खो योग तिप् अस्ति तिप् सार्वधातुकप्रतिप् प्रत्ययः अस्ति परन्तु अत्र इगन्तं नास्ति खो अस्ति खोति एव मया खोति एव स्ना इति प्रत्ययः अस्ति खलु सारि खो योगना योगति आम् आम् खो न अनन्तरं तिप् अस्ति अत्र गुणकार्यं किमपि नास्ति सन्धिकार्यं नास्ति खो नाति इति रूपम् वस्तुतः अत्र खौनाति इति रूपमस्ति कथं सिद्धम् इति चिन्तयन्तु सर्वे खौनाति इति रूपं कथं सिद्धम् इति चिन्तयन्तु कोऽपि वदति वा वृद्धि भवति वृद्धि भवति तत्र कथं भगिनि इति प्रत्यय अस्ति ततः उपधायां किमपि भवितुम् अर्हति खलु कुत्र अस्ति उपधायां उपधायां नकारः एव अस्ति ओ तद् सम्पूर्णनकारः अस्तु अस्तु अस्तु तत्र चिन्तयन्तु कौनाति इति रूपं कथं निष्पन्नम् इति चिन्तयन्तु इदानीं तत्र तत्र किं वक्तुम् इच्छामि इति चेत् तत्र चोहशुरनासिके च इति सूत्रं निरवकाशं भवति तस्य अन्यत्र लब्धावकाशः कुत्रापि नास्ति इति कृत्वा तत् सूत्रम् अपवादसूत्रम् इति वयं ज्ञातुं शक्नुमः इदानीं ततः अग्रे यदि पश्यामः चेत् इदानीं तत्र लोपोव्योर्वलि इति सूत्रं प्रबाद्य चोहशुरनासिके च इति सूत्रं कार्यं कर्तुम् अर्हति तदनन्तरं तत्र पुगन्तलघुपदस्य च इति सूत्रमपि अस्ति इदानीम् अनयोर्मध्ये कीदृशसम्बन्धः इति चिन्तनीयं तर्हि तदर्थं तत्र लक्ष्मीभगिनी वदतु अनयोः कीदृशसम्बन्धः बलबलचिन्तने तयोः भगिनि चोषुणासिके च अपि च पुगन्तलघुपदस्य च छोः षुडानुनासिके च इति सूत्रं तस्य अन्यत्र लब्धावकाशः अस्ति. पुगन्धलघुपदस्य च तस्य अपि अन्यत्र अन्य कार्यक्षेत्रम् अस्ति, पृथक् पृथक् कार्यक्षेत्रम् अस्ति. अतः एतत् द्वयोः सूत्रयोः बलाबल विप्रतिषेधं भवति, तत्र सङ्घर्षः भवति इति कारणात् विप्रतिषेधे परकार्यम् इति सूत्रेण परसूत्रं किम् अस्ति, तस्य बलवत् भवति, सः बलीयः भवति. इदानीं सूत्रसङ्ख्या पश्यामः चेत् पुगन्धलघुपदस्य च सप्तमाध्याये अस्ति, अतः परसूत्रमस्ति, तस्य परत्वात् बलवत् भवति. समीचीनं. तर्हि तत्र परत्वात् बलवत् भवति इति कृत्वा तस्य कार्यं भवति वा? कार्यः स्यात् किन्तु न भवति अत्र. किमर्थं न भवति अत्र? अधिकचिन्तनं अधिकचिन्तनं करोति अन्तरङ्गम् इत्यस्य प्रसङ्गे एतत् कार्यं भवति वा इति चिन्तनार्थं किञ्चित् अस्मिन् विषये इतोपि चिन्तनीयं कृतम्. इदानीं तत्र अन्यत्र लब्धावकाशः अस्ति इति कृत्वा परत्वात् कार्यं भवति इति उक्तं, ततः अग्रे चिन्तयामः चेत् तस्य अनन्तरं परस्य अनन्तरं किम् अस्ति? परस्य अनन्तरम् अत्र नित्यशास्त्रं भवति. नित्यशास्त्रम् अस्ति वा, अनयोर्मध्ये एकं नित्यसूत्रम् अस्ति वा इति चिन्तनीयं खलु इदानीं? सत्यं. तस्मिन् सन्दर्भे तत्र किम् अस्ति चिन्तनं, किं सूत्रं नित्यमस्ति? छोः षूड् अनुनासिके च तदनन्तरं पुगन्धलघुपदस्य च तयोः मध्ये छोः षूड् अनुनासिके च इति सूत्रं नित्यसूत्रम् इति वदति. किमर्थम् इति चेत् छोः षूड् अनुनासिके च प्रथमम् अपि कार्यं करोति, पुगन्धलघुपदस्य च इत्यस्य प्रवर्तनस्य अनन्तरमपि तस्य कार्यं भवति. अतः तत् सूत्रं नित्यसूत्रम् इति वक्तुं शक्नुमः. इति खलु भगिनि? सत्यं. चोषुनासिके च इति सूत्रं प्रतिपादयतु, कथं तत्र पूर्वमपि भवति अनन्तरमपि भवति इति प्रतिपादयतु किञ्चित्. सिवियोगः न इति एव कृत्वा उदाहरणं. सत्यं, सिवियोगः न इत्यत्र. सिवियोगः न इत्यत्र छोः षूड् अनुनासिके च इत्यस्य कार्यं प्रथमं भवति चेत् वकारस्य स्थाने ऊटादेशः भवति, अतः सि उ योगन इति भवति. न पुगन्धलघुपदस्य च इत्यस्य कार्यं भवति चेत् गुणकार्यं प्रथमतया भवति. तत्र सिव् इत्यत्र लघुपद उपधायाम् इकारः अस्ति, अतः तस्य गुणः करोति चेत् सेव् इति रूपम्. सेव् योगना इति भवति चेदपि छोः षूड् अनुनासिके च कार्यं करोति, वकारः तत्रैव अस्ति, अतः तदर्थं तत्र वकारस्य ऊटादेशः भवेत् पुनः अपि. तत्कारणात् कृताकृतप्रसङ्गी अस्ति. प्रथमं सूत्रं पुगन्धलघुपदस्य च प्रथमं करोति चेदपि तस्य प्रवर्तनस्य बाधा नास्ति, छोः षूड् अनुनासिके च इति सूत्रस्य बाधा न भवति. सत्यं सत्यं. तर्हि तत्र छोः षूड् अनुनासिके च इति सूत्रं नित्यसूत्रम् इति भाति खलु? सत्यं. तर्हि पुगन्तलघुपदस्य च इत्यस्मिन् विषये किम् अस्ति चिन्तनम्? अत्र छोः षूड् अनुनासिके इति सूत्रं प्रथमतया करोति चेत् सिव् इत्यस्य वकारस्य स्थाने उ इति आदेशः भवति, सिवु योगना इति भवति. एतस्मिन् सन्दर्भे अत्र पुगन्धलघूपतस्य च आगच्छति कार्यं कर्तुम्, इको यणचि इति सूत्रं च कार्यं कर्तुम् आगच्छति. हा, इति अत्र विषयः अस्ति. तदेव इदानीम् अग्रे पठामः. बहु समीचीनम्. इत्युक्ते तत्र प्रथमं चोभशूलनासिके च इति कार्यं करोति चेत् किं भवति तत्र सिवियोगः न इत्यत्र? वकारस्य स्थाने ऊटादेशः भवति. सि उ इति भवति. तत्पश्चात् तत्र इको यणचि भवति वा पुनः पुगन्धलघूपतस्य च भवति वा इति प्रश्नः भवति. द्वयोः अपि प्रसक्तिः एकस्मिन् स्थले आगच्छति. हा हा, इत्युक्ते तत्र चोभशूलनासिके च इति सूत्रं नित्यसूत्रं वा न वा इति निर्णयार्थं क्लेशः नासीत्. पुगन्तलघुपदस्य च इति सूत्रस्य कार्यानन्तरमपि तस्य कार्यं भवितुम् अर्हति इति स्पष्टतया ज्ञायते. परन्तु पुगन्तलघुपदस्य च इति नित्यसूत्रं वा न वा इति ज्ञातुं यदा चोभशूलनासिके च इति सूत्रं प्रथमं कार्यं करोति तदानीं पुगन्तलघुपदस्य च इति तत्पश्चात् कार्यं करोति वा न वा इति स्पष्टता नास्ति, खलु? सत्यं. यतोहि सूत्रद्वयं प्रसक्तम् अस्ति अत्र, इकोयणचि इति प्रसक्तम् अपि च पुगन्तलघुपदस्य च इति प्रसक्तं. तावद् बुद्धं वा सर्वैः? बुद्धं भगिनि, परन्तु तत्र सार्वधातु अर्धधातुक इत्यस्य प्रसक्तिः अपि अस्ति. गतवर्गे अपि तस्य प्रतिपादनं भवत् अभवत् लेकिन् मया न अवगतं सार्वधातु अर्धधातुकस्य प्रत्ययोः तस्य प्रसक्तिः अपि अस्ति न? उकारमस्ति अन्ते, इगन्तमस्ति, अनन्तरम् आर्थधातुकप्रत्ययः तु सि ओ अपि भवितुम् अर्हति, तु तदपि कार्यं कर्तुम् आगच्छति न? न, इदानीं चोशूलनासिके च इति सूत्रं प्रथमं कार्यं नित्यसूत्रम् इति प्रथमं कार्यं करोति चेत् तदानीं सरधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति. परन्तु तत्र क्लेशः नास्ति खलु? तत्र सङ्घर्षः अस्ति वा? तस्मिन् स्थले सङ्घर्षः अस्ति वा? तस्मिन् स्थले सङ्घर्षः नास्ति, परन्तु उ इत्यस्य आदेश आगमनानन्तरम् एव सङ्घर्षः. सार्वधातुकस्य प्रसक्तिः अस्ति, पुगन्धलघूपतस्य च इत्यस्य स्थलं भिन्नं खलु? स्थलं भिन्नं खलु? सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः कुत्र अस्ति? ऊकारस्य स्थले. आम्, ऊकारस्य स्थले. तत्र पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवति चेदपि सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यं भवितुम् अर्हति खलु? तत्र कः क्लेशः? भवितुम् अर्हति. अतः तत्र बलाबलस्य चिन्तनं नास्ति खलु? एकस्मिन् एव स्थले सूत्रद्वयं प्रसक्तमस्ति चेत् तदानीं बलाबलस्य चिन्तनम्. इदानीं सि उ न इत्यत्र पुगन्तलघुपदस्य च इति कार्यं करोति इति चिन्तयतु, तर्हि किं भवति? सि भवति से, से उ योगन न इति भवति. इदानीं सार्वधातुक अर्धधातुकयोः कार्यं कर्तुम् अर्हति वा? इदानीमपि कार्यं करोति न? आर्धधातुक नकारस्य ऊकार. सत्यम्. इदानीं पुगन्तलघुपदस्य च इति कार्यं न करोति, इको एणचि इति सूत्रं कार्यं करोति इति चिन्तयतु. सि उ न इको एणचि इति सूत्रं कार्यं करोति चेत् किं भवति? इकारस्थाने यकारः आगच्छति, स्यु इति भवति. इदानीं सरधातुक अर्धधातुकयोः इति कार्यं करोति वा? करोति भगिनि, उकारः अस्ति. अतः अत्र सरधातुक अर्धधातुकयोः इत्यस्य कार्यार्थं सङ्घर्षः नास्ति. अत्र इकोयणचि भवतु, पुगन्तलघुपदस्य च भवतु, यत्किमपि भवतु, तस्मिन् स्थले तत्र सङ्घर्षः नास्ति. तस्य सरधातुक अर्धधातुकयोः इत्यस्य कार्यं भवति एव. अतः सरधातुक अर्धधातुकयोः इत्यस्य कार्यार्थं पुगन्तलघुपदस्य च इति सूत्रं तस्य निर्भरं नास्ति, नैर्भर्यं नास्ति खलु? नैर्भर्यं नास्ति चेत् तत्र सङ्घर्षः नास्ति. एकस्मिन् स्थले सूत्रद्वयं प्रसक्तम् अस्ति चेदेव सङ्घर्षः. अत्र सार्वधातुक अर्धधातुकयोः इति बलाबलस्य चिन्तने आवश्यकता नास्ति, तस्य कार्यं यथा प्रसङ्गं भवति खलु? आम् आं भगिनि अवगतं वा? सङ्कर्षः अवगतं, सङ्कर्षः नास्ति अत्र. सङ्कर्षः नास्ति इति कृत्वा तस्य चिन्तनम् अधिकं चिन्तनं नापेक्षितम्. अस्तु अस्तु भगिनि, धन्यवादः. इदानीं तत्र यदि चुहोषुडनासिके च इति सूत्रं प्रथमं कार्यं करोति, तदनन्तरं पुगन्तलघुपदस्य च इति कार्यं करोति वा न वा इत्यस्य प्राप्तिः अस्ति न वा इत्येव प्रश्नः. पुगन्तलघुपदस्य च इति सूत्रमपि नित्यसूत्रं वा इति प्रसङ्गः. यदा नित्यसूत्रस्य चिन्तनं भवति तदानीम् उभयत्र द्रष्टव्यं, तत्र प्रथमं सूत्रमपि नित्यं वा द्वितीयसूत्रमपि नित्यं वा. यदि द्वयमपि नित्यम् इति अस्ति चेत् तदानीं नित्यम् इति आश्रित्य तत्र बलाबलस्य निर्णयः न सम्भवति, अतः उभयत्र द्रष्टव्यं. तर्हि चोहशुडानासिके च इति सूत्रं नित्यसूत्रम् इति भाति, परन्तु पुगन्तलघुपदस्य च तथा अस्ति वा इति चिन्तनीयम्. अस्तु, इदानीं किञ्चित् पठामः. अत्र उमा भगिनी पठति वा? चोहशुडानासिके च इत्यनेन भगिनी एकः प्रश्नः अस्मि. कैयत् अल्प निमित्तकत्वं मन्यते अथ स्वो शूदनुनासिके किं कैयटः किं मन्यते? अल्पनिमित्तकत्वम् अल्पनिमित्तता यत्र अस्ति तर्हि अन्तरङ्गः भवति. यथा शोः द्वय निमित्तानि भवन्ति, पुगन्तलघुपदस्य पञ्चनिमित्तानि भवति, तर्हि कैयच् आधारेण शोः अन्तरङ्गं भवति. यदि शो अन्तरङ्गं भवति तर्हि पुगन्तलघुपदस्य तर्हि पुगन्तलघुपदस्य बलवत् नास्ति. समीचीनम् इत्युक्ते कैयटस्य मतानुसारं चोः शूडनासिके च इत्यस्य अल्पनिमित्तम् अस्ति, पुगन्तलघुपदस्य च इत्यस्य अधिकानि निमित्तानि सन्ति, तर्हि चोहशुडनासिके च इति सूत्रम् अन्तरङ्गम् इति कृत्वा तस्य कार्यं स्यात् तस्य इति वयं चिन्तयितुं शक्नुमः. तदर्थमेव मया पूर्वं वर्गद्वयात् प्राक् मया पृष्टं, यदि संज्ञाकृतनिमित्तं स्वीक्रियते चेत् तत्र कः क्लेशः, क्लेशः अस्ति वा इति मया पृष्टं. तस्य उत्तरम् अस्ति वा इदानीं चिन्तयामः? संज्ञाकृतनिमित्तं स्वीक्रियते चेत् अत्र सिव्योगः न इति स्थितौ संज्ञाकृतनिमित्तं स्वीक्रियते चेत् क्लेशः अस्ति वा? क्लेशः अस्ति, परन्तु कः क्लेशः? संज्ञानिमित्तकं क्लेशः कः अस्ति अहं न जानामि. सिव्योगः न इति स्थितौ, सिव्योगः न इति स्थितौ क्लेशः अस्ति वा? सेवयोग न, सेव शब्दः अस्ति, परन्तु सेव स इ व संज्ञा अपि अस्ति, परन्तु सेव स्वयमेव शब्दः अस्ति, सेव शब्दः अस्ति. तर्हि इदानीं पश्यतु, सत्यं शब्दः अस्ति सत्यं, मम प्रश्नः कः इति चेत् अत्र विजयलक्ष्मी भगिनी वदतु, मम प्रश्नः कः इति चेत् सिव्योगः न इति स्थितौ संज्ञाकृतनिमित्तं स्वीक्रियते चेत् दोषः अस्ति वा इति मम प्रश्नः. विजयलक्ष्मी भगिनी. हा भगिनि, तत्र संज्ञा इति यदि वयं स्वीकुर्मः तर्हि इक् इति उपधायां भवतु इति अस्ति पुगन्तलघुपदस्य च, तत्र इक् इत्यस्य सम्यी एव वयं स्वीकुर्मः, न तु संज्ञायाः अर्थः. इक् इति प्रत्याहारे अन्तर्भूताः ये अक्षराः सन्ति, ये वर्णाः सन्ति, तेषां ग्रहणम् एव अत्र भवति, न तु इक् इति संज्ञायाः। हा तर्हि क्लेशः अस्ति खलु। हा क्लेशः अस्ति, तर्हि संज्ञां स्वीकृत्य कार्यं न सम्भवति तत्र खलु। क्लेशः कः इति कृपया पुनरेकवारं भगिनी वदतु, विजयलक्ष्मी भगिनी। अत्र पुगन्तलघुपदस्य च किं वदति, उपधायां इक् इति लघु इक् भवति चेत् तत्र गुणकार्यं भवति। अत्र इक् इति संज्ञा यदि स्वीकुर्मः तर्हि इक् इत्येव भवतु इति अर्थः भवति, न तु इक् इति संज्ञायाः गणे ये ये वर्णाः सन्ति, सदस्याः सन्ति, तेषां ग्रहणं न भवति। संज्ञे इत्यस्य एव ग्रहणं भवतु इति वयं पठितवन्तः खलु, न तु इक् इत्यस्य। इक् इति यदा वयं वदामः तदा इ उ ऋ लु एतेषाम् एव ग्रहणं भवति, न तु इक् इति संज्ञायाः। तत्र तस्य अन्ते अग्नि अस्ति तदेव ग्रहणं भवति इति। अतः क्लेशः अस्ति, यद्यपि तत्र अल्पनिमित्तिकम् इति उक्तं, संज्ञामाश्रित्य अल्पनिमित्तिकम् इति वदामः चेदपि क्लेशः अस्ति एतादृशसन्दर्भे यत्र प्रत्याहारः अस्ति, तत्र संज्ञां स्वीकृत्य कार्यं न सम्भवति, संज्ञी अपेक्षिता, संज्ञी अपेक्षितः खलु। अतः अत्र कयटस्य मतम् आश्रित्य कार्यं न सम्भवति, दोषः सम्भवति, अतः संज्ञाकृतनिमित्तं मास्तु। तदर्थम् इदानीम् अग्रे चिन्तनीयं भवति, संज्ञा अन्तरङ्गत्वं न स्वीकर्तुं शक्यते, यतोहि अत्र क्लेशः भवति, संज्ञास्थले क्लेशः भवति इति कृत्वा संज्ञाकृतनिमित्तमेव निराकृतं, नागेशेन संज्ञाकृतनिमित्तं निराकृतम्। अस्तु इदानीम् उमा भगिनी पठतु। विनय महोदय बुद्धं वा? बुद्धं एक प्रश्नः अस्ति, संज्ञा अहं जानामि, अत्र शिव सन्दर्भे संज्ञी कः, संज्ञी कुत्र अस्ति? एक संज्ञा अस्ति, संज्ञी इक् प्रत्याहारे ये ये वर्णाः सन्ति ते संज्ञिनः, इ उ ऋ ल। इ उ ऋ ल प्रत्याहारः अन्तर्भूतः, अतः संज्ञी इ उ ऋ ल शब्दः अस्ति, यथा इ उ ऋ इति शब्दः अस्ति, सत्यम्, इ उ ऋ इति शब्दः अपेक्षितः, न तु संज्ञा, संज्ञामाश्रित्य कार्यं न सम्भवति तत्र, शब्दः अपेक्षितः कार्यं भवति। धन्यवादः। उमा भगिनी अग्रे पठतु। इत्यनेन मध्ये न ततः अग्रे चिन्तनीयं यत् शोः शूदनचिके च पुगन्धलघुपदस्य च इत्यनयोः मध्ये किं भवति, द्वयोः अपि अन्यत्र लब्ध अवकाशः कुत्र पठति भवती, तत्र अग्रे अस्ति, चोः शूदनचिके च इत्यनेन अनुनासिकादिप्रत्यये परे वकारस्य स्थाने ऊट् आदेशः, कोऽपि प्राप्तं वा? तुक् सहितचकारस्य पठतु। चोहुषुड् अनुनासिके च इत्यनेन अनुनासिकादिप्रत्यये परे पकारस्य स्थाने ऊटादेशः, सिवु योगना इको यणचि पुगन्धलघुपदस्य च इत्यनयोः द्वयोः प्रसक्तिः, यथा उक्तं यत्र सिव् योगना इति इत्यस्मिन् प्रसङ्गे वकारस्य स्थाने ऊट आदेशः भवति वा, तत्र नीतिशास्त्रम् इति कृत्वा छ्वोः शुड् अनुनासिके च इति प्रवर्तते, तथा सिवु योगना इति रूपं प्राप्यते। एतस्मिन् सन्दर्भे पुनः द्वे सूत्रे पुनः आगच्छति, इको यणचि पुगन्धलघुपदस्य च इति। अग्रे अग्रे अहं पठामि। पठतु। अत्र युगपदस्य I'm sorry, I took the wrong place. Atra yugapat, satra eva? Asatya, patatu. Atra yugapat vayohu sutriyohu prasaktihi. Iko yanachi cha puganda lagu padasya cha. Iko yanachi ityanena ikarasya sthane ikaradesha. पुगन्धलघुपदस्य च इत्यनेन उपधागुणः नाम इकारस्य स्थाने एकारादेशः इमे द्वे सूत्रे एकत्र प्राप्ति अपि च अन्यत्रान्यत्र लब्धावकाशे च अतः तयोः तुल्यबलविरोधः तस्मात् विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तत्वात् पुगन्धलघुपदस्य च परत्वात् बलवत् अपि च वर्णादङ्गं बलीयः इति वर्णादाङ्गं बलीयः इति परिभाषया तस्य बलम् अत्र द्वयोः सूत्रयोः प्रसक्तिः वर्णनीयम् इको एनचि पुगन्तलघुपदस्य इको एनचि सूत्रेण इकारस्य स्थाने एकारादेशः भवति पुगन्धलघुपदस्य च इति सूत्रेण सूत्रः सूत्रं परत्वात् बलवत् 7386 इको एनचि इति वर्णमेलनमेव वर्णादाङ्गं बलीयः इति परिभाषया अपि पुगन्धलघुपदस्य बलवत् अस्ति अपि च द्वयोः अन्यत्र लब्धावकाशः अस्ति खलु अस्तु सत्यम् अस्तु इदानीं तत्र अत्र किम् इति चेत् इको एनचि इति वर्णनिमित्तिककार्यमस्ति वर्णमाश्रित्य कार्यमस्ति तद् पुगन्तलघुपदस्य च इति अङ्गस्य अधिकारे अस्ति अङ्गकार्यमस्ति अनयोः बलाबलचिन्तने इको एनचि अपि च पुगन्तलघुपदस्य च अनयोः द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति द्वयोः अपि पृथक् कार्यक्षेत्रमस्ति यत्र पदं भवति पदद्वयमध्ये अपि इको एनचि कार्यं कर्तुम् अर्हति पदद्वयम् अस्ति तत्र तु पुगन्तलघुपदस्य च इत्यस्य चिन्तनमेव न भवति यत्र प्रत्ययः अपि च अङ्गम् अस्ति तदानीमेव पुगन्तलघुपदस्य च इत्यस्य कार्यम् इको एनचि इत्यस्य कार्यं पदस्तरे अपि भवितुमर्हति अतः तस्य पृथक् क्षेत्रम् अस्ति पुगन्तलघुपदस्य च इत्यस्य कार्यम् अपि बहुत्र भवति यत्र इको एनचि इति सूत्रस्य प्रसक्तिः एव नास्ति तादृशसन्दर्भेषु अपि पुगन्तलघुपदस्य च इत्यस्य कार्यम् अस्ति अतः द्वयोः अन्यत्र लब्धावकाशः अस्ति अतः विप्रतिषेधे परं कार्यम् इत्यनेन परत्वात् पुगन्तलघुपदस्य च इति कार्यं स्यात् इति वयं चिन्तयितुं शक्नुमः अपि च तत्र इतोपि तत्र समर्थनार्थं वारणादङ्गं बलीयः इति परिभाषा अपि अस्ति तत्परिभाषा किं सा परिभाषा किं वदति इति चेत् वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत् भवति अत्र वर्णकार्यं किम् इति चेत् इको एनचि इति सूत्रं वर्णकार्यं यतोहि केवलं वर्णानां मेलनम् अस्ति तत्र वर्णयोः विकारः अस्ति पुगन्तलघुपदस्य च इति तथा नास्ति अङ्गकार्यम् अस्ति अङ्गमाश्रित्य कार्यं प्रत्ययमाश्रित्य अङ्गे कार्यं भवति इति कृत्वा पुगन्तलघुपदस्य च इति अङ्गकार्यम् अतः वर्णादङ्गं बलीयः अपि च विप्रतिषेधे परं कार्यं द्वयमपि स्वीकृत्य पुगन्तलघुपदस्य च इति एव कार्यं स्यात् इति वक्तुं शक्नुमः तथा वदामः चेत् तर्हि पुगन्तलघुपदस्य च इति सूत्रमपि नित्यसूत्रं भवितुमर्हति खलु एतदाधारेण किम् आं भगिनि अस्तु पुगन्तलघुपदस्य च इति अपि नित्यसूत्रं भवितुमर्हति एतदाधारेण परन्तु इतोपि अग्रे चिन्तनीयम् अत्र इतोपि किमपि अस्ति वा इति चिन्तनीयम् अस्तु इदानीं भगिनी तस्य उत्तरं लब्धं हा वदतु एत्येतद्युट्सु बहु सम्यक् वृद्धिः भवति. ऊट् आदेशः यत्र अस्ति तत्र एते धत्युट्सु इति सूत्रस्य चिन्तनं करणीयम्. सर्वेषां परिचितम् अस्ति वा एते वृद्धिः भवति यत्र ऊट् यत्र यत्र यत्र यत्र ऊट् आदेशः भवति तत्र सर्वत्र स्मर्तव्यम् एते धत्युट्सु इत्यस्य प्रसक्तिः अस्ति वा इति चिन्तनीयम्. धन्यवादः धन्यवादः भगिनि. अतः कौनाति इति रूपं कौनाति नकारः कथं दीर्घं भवति न विकरणप्रत्ययः श्न सा ऊ न इति अस्ति. ऊट् ऊट् अस्ति इति कृत्वा क इत्यत्र अकारस्य गुणसन्धिं प्रबाद्य एते धत् ऊट्सु इति सूत्रेण वृद्धिः भवति खौनाति इति रूपम्. अस्तु सम्यक्. तर्हि इदानीम् अग्रे अत्र अत्र स्मरणीयं किम् इति चेत् यत्र यत्र तत्र ऊट् आदेशः भवति तत्र तदर्थमेव तत्र एते धत् यूट्सु इत्यत्र ऊट् इत्यपि अस्ति. ऊटि परे इति अस्ति अवर्णात् ऊटि परे इति अस्ति. अस्तु वार्णात् अङ्गं बलीयः किमर्थं वार्णात् किमर्थं न वर्णात् अङ्गं बलीयः अङ्गं नास्ति अङ्गम् अङ्गस्य भावः अङ्गं वर्णस्य भावः वारणम्. यत्र यत्र तादृश यस्मिन् सूत्रे वर्णं निमित्तीकृत्य कार्यमस्ति तद् वारणकार्यं यत्र अङ्गं निमित्तीकृत्य कार्यमस्ति तत्र अङ्गम् इति तत्र भावः अङ्गस्य भावः अङ्गम्. अस्तु इदानीं ततः अग्रे अत्र शोभाभगिनी अग्रे पठति वा. आं भगिनि नमस्ते. नमस्ते भगिनि. सि उ योगः न इति स्थितौ इको यणचि इत्यस्मिन् ऊकारः निमित्तम् सि उ योगः न इति स्थितौ इको यणचि इत्यस्मिन् ऊकारः निमित्तं पुगन्तलघुपदस्य च इत्यस्मिन् न इति आर्धधातुकप्रत्ययः निमित्तम् नाम गुणस्य निमित्तं न प्रत्यय न प्रत्ययपर्यन्तसमुदायः यण् आदेशस्य निमित्तम् ऊकारः एव स च ऊकारः न प्रत्ययपर्यन्तसमुदायस्य अन्तर्भूतः न च अत्र सि उ समुदाय समुदायापेक्षया बहिर्भूतः इको एणचि इति शास्त्रस्य निमित्तं पुगन्तलघुपदस्य च इत्यस्य निमित्तस्य अन्तर्भूतम् इति कारणतः इको एणचि अन्तरङ्गशास्त्रम् अन्तरङ्गत्वात् पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धम् पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया इको एणचि इत्यस्य प्रवर्तनप्रसङ्गे पुगन्तलघुपदस्य च इत्यस्य अस्तित्वमेव नास्ति. तत्र अस्तु सि उ योगः न इति स्थितौ इको एणचि इत्यस्य इत्यस्य कृते सूत्रस्य कृते ऊकारः निमित्तम् इक् इक् प्रत्याहारस्थवर्णः अस्ति इति कृत्वा पुगन्तलघुपदस्य च इति सूत्रस्य कृते परप्रत्ययः न इति अर्धधातुकप्रत्ययः निमित्तम् अधुना भवती उक्तवती इको एणचि इत्यस्य कृते प्रत्ययस्य निमित्तं निमित्तस्य आवश्यकतमेव नास्ति इति नाम गुणस्य निमित्तं न प्रत्ययपर्यन्तसमुदायः यण् आदेशस्य निमित्तम् ऊकारः एव तत्रापि तदेव तत्र यण् इति आदेशस्य कृते ऊकारः एव पर्याप्तं किन्तु पुगन्तलघुपदस्य इत्यस्य तत्र कार्यं भवनीयं चेत् न प्रत्ययपर्यन्तसमुदायः तत्र इत्युक्ते सि उ इति एव इको एणचि इत्यस्य कृते पर्याप्तं किन्तु सि उ योगः न इति पुगन्तलघुपदस्य सूत्रस्य कृते आवश्यकम् स च ऊकारः न प्रत्ययपर्यन्तसमुदायस्य अन्तर्भूतः. अत्र सि ऊ योगः न इति समुदायम् इति स्वीकुर्मः चेत् तत्र सि ऊ इति अन्तर्भूतः भवति इकोयणचि इत्यस्य कृते. न च अत्र सि ऊ समुदायापेक्षया बहिर्भूतः. तत्र न सि ऊ इति अधुना अन्तर्भूतः अभवत्, अतः न इति समुदाय तस्य समुदायस्य बहिर्भूतः भवति तस्य कृते. इको एणचि इति शास्त्रस्य निमित्तं पुगन्तलघुपदस्य च इत्यस्य निमित्तस्य अन्तर्भूतम् इति कारणतः इको एणचि अन्तरङ्गशास्त्रं तेन कारणेन तत्र इको एणचि अन्तरङ्गशास्त्रं भवति. अपि च अन्तरङ्गत्वात् पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धं. तत्र अन्तरङ्गं स्वीकुर्मः चेत् इकोयणचि इति बहिरङ्गत्वेन पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धं भवति. पूर्वपरनित्यान्तरङ्गापवादानमुत्तरोत्तरं बलीयः इति परिभाषया इकोयणचि इत्यस्य प्रवर्तनप्रसङ्गे पुगन्तलघुपदस्य च इत्यस्य अस्तित्वम् एव नास्ति इति एतया परिभाषया तत्र इकोयणचि इत्यस्य प्रवर्तनप्रसङ्गे अहं चिन्तयामि. तत्र प्रवर्तनप्रसङ्गे इत्युक्ते अन्तरङ्गं भवति इति प्रसङ्गे इति चिन्तयामि. पुगन्तलघुपदस्य च इत्यस्य अस्तित्वम् एव नास्ति इति पूर्व पर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति. आम्, तत्र अन्तरङ्गम् इति किं अनन्तरम् आगच्छति इति कृत्वा तेन पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः तत्र नास्ति इति. हा, बहु समीचीनम्. इदानीं तत्र पुगन्तलघुपदस्य च इति सूत्रं नित्यसूत्रं वा न वा इति चिन्तनं प्रवर्तमानम् अस्ति खलु. तर्हि छोवशूरनासिके च इति सूत्रं प्रथमं कार्यं करोति चेत् तदानीं सि उ न इति अस्ति. अधुना पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. सि उ न इति सन्दर्भे पुगन्तलघुपदस्य च इति प्रसक्तिः अस्ति, परन्तु तत्र नूतनसूत्रम् अस्ति. इकोयणचि इति सूत्रस्य अपि प्रसक्तिः अस्ति. तर्हि इदानीम् अनयोः मध्ये बलाबलस्य चिन्तनं कथम् इति पश्यामः चेत् इकोयणचि इति सूत्रस्य कार्यार्थं सि उ इति तावदेव पर्याप्तं. सि उ इति शब्दद्वयम् अस्ति चेत् पर्याप्तम् इकोयणचि इति कार्यार्थम्. पुगन्तलघुपदस्य च इति कार्यार्थं सि उ न इति अपेक्षितमस्ति. न पर्यन्तं गन्तव्यम् अस्ति. तर्हि सि उ न इति समुदायः अस्ति, तस्मिन् अन्तर्भूतः अस्ति सि उ इति अन्तर्भूतभागः अस्ति. तर्हि तत्र अस्माभिः पूर्वमपि पठितं खलु, तत्र अन्तर्भूतनिमित्तकत्वम् इति पठितं खलु, स्मरन्ति खलु? अन्तर्भूतनिमित्तकत्वं यत्र अस्ति तत्र किम् उक्तमिति चेत् अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गम् इति उक्तम्. तर्हि इदानीं बहिरङ्गशास्त्रस्य समुदायः कः? सि उ न इति एव समुदायः अस्ति, बहिरङ्गशास्त्रस्य समुदायः. तस्मिन् अन्तर्भूतः अस्ति सि उ इति अन्तर्भूतः अस्ति. अतः तत्र पूर्व उपस्थितम् अस्ति निमित्तम्. इकोयणचि इति सूत्रस्य कार्यार्थं निमित्तम् अस्ति ऊकारः. तादृशनिमित्तं सि उ न इति समुदायस्य, बहिरङ्गशास्त्रीयसमुदायस्य अन्तर्भूतभागः अस्ति इति कृत्वा सि उ इति अन्तरङ्गम् अस्ति सि उ न इत्यस्य अपेक्षया. इत्युक्ते किम्? इकोयणचि इति सूत्रम् अन्तरङ्गं, पुगन्तलघुपदस्य च इति सूत्रं बहिरङ्गं. तर्हि अन्तरङ्गं बलवद्भवति, पुगन्तलघुपदस्य च इति बहिरङ्गम् इति कृत्वा असिद्धं भवति. भगिनी तत्र पूर्वं पूर्वस्थितौ इति स्थिति अपि अन्तरङ्गम् इत्यस्य एकं निमित्तम् अस्ति किल? तदेव अत्र अत्र तस्यैव उदाहरणं पूर्वोपस्थितिकम् अस्ति निमित्तम्. इकोयणचि इत्यस्य निमित्तं किम्? इकः स्थाने यण् आदेशः तावदेव, तत्र प्रत्ययस्य किमपि प्रसक्तिः नास्ति. इकः स्थाने यण् आदेशे तावदेव वा? अचिपरे अचिपरे इति निमित्तम् अस्ति खलु. अत्र अचिपरे अच् अच्वर्णः कः? अच्वर्णः तत्र अच् प्रत्याहारस्थ सर्वे वर्णः. अत्र अत्र अस्माकम् उदाहरणे ओ क्षमताम् अत्र ऊकारः ऊकारः खलु, ऊकारः एव निमित्तमस्ति इकोयणचि इत्यस्य खलु. पुगन्तलघुपदस्य च निमित्तं किम्? परे आर्धधातुकप्रत्ययः भवेत् इति, तदा एव तस्य प्रसक्तिः अस्ति. अत्र अत्र अस्माकम् उदाहरणे अत्र नकारः नकारः न न इति न इति तत्र प्रत्ययः निमित्तमस्ति. तर्हि इकोयणचि इत्यस्य निमित्तं सि उ न पुगन्तलघुपदस्य च इति सूत्रस्य कार्यार्थं सि उ इति अङ्गम् अपेक्षितं, न इति प्रत्ययः अपेक्षितः, न इति प्रत्ययः अपेक्षितः खलु. आम् सि उ न इति सम्पूर्णम् अपेक्षितमस्ति पुगन्तलघुपदस्य च इत्यस्य कार्यार्थं. सत्यम्. इकोयणचि इत्यस्य कार्यार्थं केवलं सि उ इति एव अपेक्षितमस्ति. तद् अन्तर्भूतम् अस्ति वा? अस्ति. पूर्वोपस्थितम् अस्ति वा? अस्ति. हा अतः पूर्वोपस्थितमपि अस्ति अन्तर्भूतमपि अस्ति, अतः पूर्वोपस्थितनिमित्तकम् इति वदामः. यतोहि इकोयणचि इत्यस्य निमित्तं पूर्वम् उपस्थितम् अस्ति पुगन्तलघुपदस्य च इत्यस्य निमित्तात् पूर्वम् अस्ति इति कृत्वा पूर्वनिमित्तकत्वम्. बुद्धं खलु? तर्हि अत्र पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषायाः आधारेण तत्र पूर्वपर इति प्रसङ्गः नित्यप्रसङ्गः, तत्र पूर्वपरनित्यस्य अपेक्षया अन्तरङ्गं बलवत् इति कृत्वा अत्र इकोयणचि अन्तरङ्गत्वात् बलवत् अस्ति इति तावद्. तत्र पुनरेकवारं वदामि भगिनि, पूर्वं पूर्वम् अस्ति इति कृत्वा अपि पूर्वस्थितौ इति अस्ति, अपि च अन्तरङ्गम् अस्ति इकोयणचि, अपि च अन्यत् नित्यमपि अस्ति इति. अस्तु, किं नित्यमस्ति? किम् उक्तवती? क्षमतां भगिनि, पूर्व अपि अन्तरङ्गम् इकोयणचि इत्यस्य कृते, अपि च अन्यत् किम् उक्तवती भगिनि? न न, अत्र पूर्व उपस्थितनिमित्तकत्वम् इति एकविध एकप्रकारक अन्तरङ्गमस्ति खलु पूर्वोपस्थितनिमित्तकत्वं, तस्य एव उदाहरणमस्ति अत्र सि उ न इति. तर्हि पुगन्तलघुपदस्य च इत्यस्य निमित्तसमुदायः कः इति चेत् सि उ न इति निमित्तसमुदायः खलु, सम्पूर्णनिमित्तसमुदायः. तस्य अन्तर्भूतः भागः अस्ति सि उ इति खलु, न केवलम् अन्तर्भूतः भागः, अपि च सि उ इत्यस्य निमित्तं पूर्वम् उपस्थितम् अस्ति. इकोयणचि इत्यस्य निमित्तं पूर्वम् उपस्थितम् अस्ति पुगन्तलघुपदस्य च इत्यस्य अपेक्षया अन्तर्भूतम् अपि च पूर्व उपस्थितम्. अस्तु, समीचीनम्. इदानीम् अग्रे गीताञ्जलिभगिनी पठितुम् इच्छति वा? पठामि भगिनि. सिउ योगः न इकोयणचि सूत्रेण स्यु योगः न भवति. तदनन्तरं सार्वधातुकार्धधातुकयोः स्यो न इति शब्दः निष्पन्नः. अधुना वयं चर्चितवन्तः अन्तरङ्गशास्त्रं पश्यामश्चेत् इकोयणचि इति बलीय भवति. तदनन्तरं इकोयणचि सूत्रेण स्यू भवति इत्युक्ते दीर्घ ऊ आयाति. किमर्थं? परवर्ण तु ऊ अस्ति, यकार आयाति ईकारस्थाने, स्यू भवति, प्रत्यय तु न एव तिष्ठति. तद् अधुना स्यू इति अङ्गम् अस्ति, तत्र इगन्तम् अङ्गम् अस्ति चेत् सार्वधातुकार्धधातुकयोः इति सूत्रेण गुण भवति, ऊ ओ भवति, स्योन इति निष्पन्नं भवति अन्तिम पदमिति दत्तं भगिनि. हा, तर्हि इदानीम् इकोयनचि इत्यस्य कार्यं भवति इत्यनेन तत्र किं ज्ञातुं शक्यते नित्यस्य प्रसङ्गे? नित्यस्य प्रसङ्गे इकोयनचि नित्यम् अपि च पुगन्तलघुपदस्य च अपि नित्यं तत्र. न न न न, अत्र पुनः वदतु, इकोयनचि इति नित्यं वा, किमर्थं? न न न न न, नित्यस्य चिन्तनं तु छोः षडुन षूडनुनासिके च अपि च पुगन्तलघुपदस्य च इति सूत्रयोः द्वयोः वयं चर्चितवन्तः. तत्र द्वे अपि नित्यं भवितुम् अर्हति. तदेव पृच्छति भगिनि. हा, द्वे अपि नित्यं भवितुम् अर्हति. अत्र अस्माकम् इदानीं चर्चा जाता खलु, तस्य आधारेण वदतु तत्र अनयोर्मध्ये किम् अस्ति नित्यम्. हा, द्वयोः नित्यं भवितुम् अर्हति चेत् वयं यदा पुगन्त लघुपदस्य च इति विषये पश्यामश्चेत् तत्र इको यणचि अपि प्रसक्तिः अस्ति. किन्तु यदि छोः षूडनुनासिके च इति सूत्रस्य चिन्तनं भवति चेत् तु नित्यमेव भवति. किमपि अन्यसूत्रं तत्र न. किम् अस्ति नित्यं? किम् अस्ति नित्यम् इत्युक्ते छोः षूडनुनासिके अपि नित्यं भवितुम् अर्हति भगिनि. इत्युक्ते पूर्वम् अपि कार्यं प्रसक्ति पुगन्तलघुपदस्य भूत्वा चेत् अपि कार्यं प्रसक्तिः अस्ति भगिनि तत्र. सत्यं, चोहोषुणासिके च इति सूत्रं नित्यं भवितुम् अर्हति इति सत्यं. इदानीं पुगन्तलघुपदस्य च इति नित्यम् अस्ति वा नास्ति वा? हा, पुगन्तलघुपदस्य च नित्यं यदि वयं पश्यामश्चेत् तत्र इको यणचि अन्यसूत्रम् आयाति एव तत्र. अतः आयाति तेन वयं इको यणचि अपि चर्चनीयं. हा, तर्हि पुगन्तलघुपदस्य च नित्यं वा न वा? हा, अस्तु. अत्र पुगन्तलघुपदस्य च अपि नित्यं भगिनि. कथम् इत्युक्ते चोः शूरनासिके च इति सूत्रस्य कार्यानन्तरं पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः अस्ति वा? ती योगः ऊ योगः नकार अस्ति, तदनन्तरम् उपधा इ अस्ति एव. अस्ति चेत् से ऊ न भवति यदि प्राप्तिः. न, प्राप्तिः अस्ति वा नास्ति वा इति मम प्रश्नः. प्रसक्तिः अस्ति. हा, चोषुरासिके च इति सूत्रस्य कार्यानन्तरं पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति, तत्र क्लेशः नास्ति. परन्तु प्राप्तिः अस्ति वा इति प्रश्नः. न, प्राप्तिः नास्ति. किमर्थं? तत्र इको यणचि आयाति, तत्र प्रसक्तिः अस्ति चेत् अधुना चिन्तनम् अन्तरङ्गस्य चिन्तनं भवति. तर्हि पुगन्तलघुपदस्य च इति नित्यं वा न वा? न वा इति अर्थ उत्तरं भवति अस्ति भगिनि. न वा, न वा, इको यणचि अन्यसूत्रम् आयाति तस्य. न न, मम प्रश्नस्य उत्तरं वदतु. पुगन्तलघुपदस्य च इति सूत्रं नित्यं वा न वा न वा भगिनि न वा नित्यं नास्ति खलु न नित्यं नास्ति अधुना हा नित्यं नास्ति किमर्थं नित्यं नास्ति इति चेत् चोगशुडनासिके च इति सूत्रस्य अनन्तरं पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः नास्ति खलु यतोहि इको एणचि इति सूत्रं मध्ये आयाति किन्तु एकः प्रश्न मम अस्ति भगिनि वारणात् अङ्गं वलीयः इति एकं वाक्यम् अस्ति चेत् अङ्गकार्यं वर्णस्य कार्यस्य अपेक्षया बलीयः भवति तत् अस्ति चेत् किमर्थं वयं इको यणचि न त्यजामः तत्र हा इत्युक्ते तत्र समीचीनं यद्यपि वारणादङ्गं बलीयः इति परिभाषा अस्ति तथापि तत्र सा परिभाषा नित्यं नास्ति इत्युक्ते सन्दर्भानुगुणं तस्य कार्यं भवति एतादृशसन्दर्भेषु यत्र अन्तरङ्गप्रसङ्गः अस्ति तत्र परिभाषायाः चिन्तनं नास्ति परन्तु तत्र वारणादङ्गं बलीयः इति परिभाषायाः अपेक्षया पूर्वपरनित्यन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा इतोपि बलवत् अस्ति अतः यत्र अन्तरङ्गस्य प्रसङ्गः अस्ति तत्र वारणादङ्गं बलीयः इति चिन्तनं किञ्चित् तत्र न्यूनता भवति तस्य स्ट्रेङ्थ् न्यूनं भवति गीता भगिनी वदतु अहम् इति मन्ये इत्युक्ते कथं किमर्थम् इति वार्ता भवति एव तत्र किमर्थं वयं चर्चितवन्तः न वारणादङ्गं बलीयः इत्यस्य प्रसङ्गः कुत्रचित् भवति केषुचित् स्थलेषु यत्र अन्तरङ्गस्य प्रसङ्गः एव नास्ति तादृशस्थलेषु वारणादङ्गं बलीयः इत्यस्य प्राप्तिः भवति तत्र परिभाषा एव व्यर्था इति नास्ति परिभाषायाः प्रयोगः अस्ति परन्तु एतादृशसन्दर्भेषु यत्र अन्तरङ्गस्य प्रसङ्गः अथवा अपवादस्य प्रसङ्गः अस्ति तत्र अपवादस्य बलवत्त्वं भवति अपि च अन्तरङ्गस्य बलवत्त्वं भवति न तु वारणादङ्गं बलीयः इति परिभाषायाः इत्युक्ते तादृशपरिभाषा नित्या नास्ति इत्युक्ते कुत्रचित् स्थलेषु केषुचित् स्थलेषु कार्यं न करोति अस्तु भगिनि भगिनि अत्र केवलं वारणादङ्गं बलीयः इत्यादपि न परसूत्रात् अपि पुगन्तलघुपदस्य च इति बलवत् भवति तथापि वयं विप्रतिषेधं परं कार्यम् इत्यस्य एतत् सूत्रं विहाय अन्तरङ्गम् तं प्रति गतवन्तः तु तर्हि कथं जानीमः कुत्र अन्तरङ्गम् इति सिद्धान्तं प्रति गमनीयं कुत्र यत्र अन्तरङ्गस्य प्रसङ्गः अस्ति वा नास्ति वा इति चिन्तनीयं खलु सर्वत्र अन्तरङ्गस्य प्रसङ्गः न भवति एतादृशविलक्षणः सन्दर्भः सी उ न इति विलक्षणः सन्दर्भः अस्ति एतादृशसन्दर्भेषु अन्तरङ्गस्य प्रसङ्गः अस्ति सर्वत्र अन्तरङ्गस्य प्रसङ्गः भवति इति नास्ति इदानीं भूयोगः शप्योगः ति अत्र अन्तरङ्गस्य प्रसङ्गः अस्ति वा पूर्व उपस्थितनिमित्तं पश्यामः चेत् प्रायः तत्रापि अस्ति वा इति कुत्र भूयोगः अयोगः ति इत्यत्र एतादृशविलक्षणसन्दर्भः अस्ति वा विलक्षणं तु नास्ति किन्तु तत्रापि अन्तरङ्गत्वं वयं साधयितुं शक्नुमः इति चिन्तयामि हा अन्तरङ्गत्वं तु अस्ति एव परन्तु तत्र तु भूयोगः शप् इति किमर्थं तत्र शप् निमित्तीकृत्य अङ्गकार्यं प्रथमं भवति तिङ् कृत्य प्रत्ययं निमित्तीकृत्य नास्ति इति तस्मिन् सन्दर्भे कल्पयितुं शक्नुमः परन्तु मम प्रश्नः अस्ति एतादृशवारणादङ्गं बलीयः इति परिभाषा विप्रतिषेधे परं कार्यं पूर्वोपस्थितनिमित्तकत्वम् इति एतादृशविलक्षणसन्दर्भः सर्वत्र भवति वा तत् नास्ति अतः प्रायेण बहुत्र वारणादङ्गं बलीयः इति कार्यं भवति परन्तु कुत्रचित् विलक्षणसन्दर्भेषु कार्यं न भवति एतादृशसन्दर्भः अस्ति उदाहरणार्थं अस्तु अतः सर्वदा कथं जानीमः इति प्रश्नः एव मास्तु यतोहि वयं तु तत्र यत्र यत्र विशेषप्रतिपत्तिः अथवा विशेषज्ञानम् अपेक्षितं तत्र वयं व्याख्यानमेव पश्यामः खलु व्याख्यानतः विशेषप्रतिपत्तिः अस्माकं तु तादृशज्ञानं नास्ति कुत्र भवति कुत्र न भवति इति वयं तु शास्त्रं न पठितवन्तः. अतः स्वभावेन अस्माकं तादृशबुद्धिः नास्ति. अतः तादृशीं बुद्धिं प्राप्तुं वयम् इदानीं व्याख्यानं पठामः. व्याख्यानं पठित्वा एतादृश अवगमनं भवति. अतः कथं जानीमः इति प्रश्नः एव मास्तु. कथं जानीमः इति चेत् वयं न जानीमः, वयं न ज्ञातुं शक्नुमः. अतः ज्ञातुं वयं प्रभवामः. किं कुर्मः तदर्थम् इति चेत् व्याख्यानं पठामः. इदानीम् अन्तिमरूपमपि न जानाति चेत् कुत्र मार्गं किं स्वीकर्तव्यम् इति? अन्तिमरूपं वयं जानीमः एव. लोके अस्ति खलु अन्तिमरूपम्? हा, अन्तिमरूपं तत् अस्ति, किन्तु न जानामि इति स्युवियोगन इति स्योनः इति अस्ति, किन्तु तस्य रूपं न जानाति चेत् तत्र कीदृशं सिद्धान्तः स्वीकर्तव्यम् इति प्रायः भ्रमः भवेत् इति. तदर्थं गुरोः समीपे गत्वा वयं पृच्छामः. अतः एव सर्वत्र तत्र गुरुः भवति खलु, गुरुशिष्यपरम्परा अस्ति अस्माकम्. अतः यत्र यत्र न जानीमः तत्र तत्र गुरोः समीपे गत्वा वयं पृच्छामः, गुरुः अस्ति चेत्. वयं स्वयमेव ग्रन्थं स्वीकृत्य पठामः चेत् तत्र वयमेव अन्वेषणं कुर्मः कथञ्चित्. अस्तु, इदानीं ततः अग्रे गच्छेम. तर्हि इदानीम् अत्र अरविन्द महोदय पठति वा? क्षम्यतां भगिनि, मम एकः प्रश्नः. तत्र अन्तिमवाक्यमस्ति, इको एणचि इत्यस्य प्रवर्तनप्रसङ्गे पुगन्तलघुपदस्य च इत्यस्य अस्तित्वमेव नास्ति. तत्र तु इको एणचि षष्ठमाध्याये अस्ति, पुगन्तलघुपदस्य सप्तमाध्याये अस्ति. किमर्थं तत्र अस्तित्वमेव नास्ति इति उक्तं तत्र भगिनि? तत्र अन्तरङ्गम् इति उक्तं खलु, इको एणचि इति अन्तरङ्गं. तर्हि बहिरङ्गम् असिद्धम् असिद्धमस्ति चेत् अस्तित्वं नास्ति. ओ एवं वा, असिद्धम् इति? असिद्धम् इत्युक्ते किम् इति चेत् अस्तित्वं नास्ति इत्येव अर्थः. असिद्धं नास्ति तस्य सूत्रस्य दृष्ट्या. इकोयणचि इति सूत्रम् अन्तरङ्गम् इति चेत् तस्य दृष्ट्या पुगन्तलघुपदस्य च इति सूत्रमेव नास्ति. नास्ति इति वक्तुं शक्ये? अस्तु, अतः अस्तित्वमेव नास्ति इति उक्तं, तदेव असिद्धम् इत्यस्य अर्थः. अस्तु अस्तु भगिनि. अस्तु अरविन्द महोदय. अत्र पूर्वोपस्थितनिमित्तिकत्वम् इत्युच्यते, नाम लघुपदगुणस्य निमित्तपेक्षया गुणादेशस्य निमित्तं यणादेशस्य निमित्तं पूर्वोपस्थितम् अस्ति. लघुपदगुणस्य निमित्तं न प्रत्ययः. तदपेक्षया ऊकारः पूर्वः सि उ इति पर्याप्तं भवति यणादेशस्य कृते. किन्तु सि उ न अपेक्षते लघुपदगुणं प्राप्ति. अतः पुगन्तलघुपदस्य च इति शास्त्रनिमित्त अपेक्षया यणादेशशास्त्रनिमित्तं पूर्वम् उपस्थितम्. अनेन पूर्वोपस्थितनिमित्तकं त्वम् इति. अत्र अवस्थाद्वयमस्ति, इकोयणचि कृते सि यु इति पर्याप्तम् अस्ति इकोयणचि कार्यक्षेत्रं. किन्तु पुगन्तलघुपदस्य कृते सि ओ एवं प्रत्ययनकारस्य अपि न इति प्रत्ययस्य अपि उपस्थिते एव कार्यं करोति इति कृत्वा सि उ इति पूर्वस्थितौ अस्ति, सि उ न इति बहिर्स्थितौ अस्ति इति कृत्वा पूर्वस्थितनिमित्तं भवति सि उ. अत्र उकारस्य एवं बहिर्निमित्तकमस्ति पुगन्तलघुपदस्य च कृते न प्रत्ययस्य अपि आवश्यकं भवति इति कारणतः पुगन्तलघुपदस्य चेति शास्त्रनिमित्तापेक्षया बहिर्स्थितम् इति भवति. एनादेशस्य कृते सि उ इति पूर्वस्थितम् इति कृत्वा तस्य पूर्वस्थितनिमित्तकत्वम् इति स्थितिः सिद्ध्यति. समीचीनं, बहु समीचीनम् इति अस्माभिः चर्चितं. कोऽपि प्रश्नः अस्ति वा एतावता? एकः प्रश्नः तत्र तत् परिच्छेदे भगिनी किमर्थम् अन्तरङ्गम् इति पदमेव नास्ति, तदेव चर्चा अस्ति तत्र. अन्तरङ्गम् इति पूर्वस्मिन् परिच्छेदे उक्तं खलु, पूर्वस्मिन् परिच्छेद अन्तरङ्गम् इति सर्वम् उक्तम्. इदानीम् तत्र इतोपि पूर्वोपस्थितनिमित्तकत्वम् इत्यस्य विषये अत्र प्रतिपादयति, कथं पूर्वोपस्थितनिमित्तकत्वम् अस्ति इति. अहं न अवगतं पूर्वोपस्थितनिमित्तिकम् इत्युक्ते अन्तरङ्गमेव न भगिनि? अन्तरङ्गमेव, एकविध अन्तरङ्गम् अस्ति. कीदृश अन्तरङ्गम् इति चेत् तस्य अन्तरङ्गस्य निमित्तं पूर्वम् उपस्थितम् अस्ति. सि उ इत्यत्र उ इति निमित्तं पूर्वमस्ति खलु, न इति निमित्तस्य अपेक्षया पूर्वमस्ति खलु. अस्तु अस्तु इति कृत्वा पूर्वोपस्थितम् अस्ति. तत् अपि एक मुख्यविषयः अस्ति अन्तरङ्गस्य चिन्तने. इति अस्ति, अस्माभिः पूर्वमपि दृष्टं खलु तत्र असुस्रव योगः. तत्र मया एकं करपत्रं प्रेषितं खलु पूर्वं, तत्र लुङ्लकारस्य विषये, तत्रापि पूर्व उपस्थितनिमित्तकत्वमेव आसीत्. यदि यदि इपो यणचि उयोग न इति इत्युक्ते केवल हैपोथेटिकल् वदामि, उ न इति निमित्तं निमित्ते द्वे अस्ति इन्स्टेड् आफ् इ उ, तदनन्तरम् इति पूर्व उपस्थितनिमित्तकत्वं न भवति न भगिनि? तदानीं न भवति, अत्र तु तथा नास्ति. अस्तु अत्र तु तथा नास्ति. अस्तु अत्र अत्र मया एकं करपत्रं प्रेषितं खलु पूर्वम्, असुश्रु योगः अयोगः त, तत्रापि एवमेव आसीत्, पूर्वोपस्थितनिमित्तकत्वमेव आसीत्. असुश्रुयोगः अ इत्यत्र असुश्रुयोगः अ इत्यत्र अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रेण वङ् आदेशः भवति वा, नो चेत् असुश्रु अ योगः त इत्यत्र त प्रत्ययम् आश्रित्य पुगन्तलघुपदस्य च इति कार्यं भवति वा इति अस्माभिः चर्चितं. तत्रापि एवमेव अस्ति, असुश्रुयोगः अ इति समुदायः असुश्रु अ योगः त इति समुदायस्य अन्तर्भूतभागः अस्ति, अपि च अचिष्णु धातु ब्रुवाम् इत्यस्य निमित्तं पूर्वम् उपस्थितम् अस्ति पुगन्तलघुपदस्य च इति इत्यस्य निमित्तस्य अपेक्षया इति एवमेव समानमेव अत्रापि. न कोऽपि भेदः. अस्तु, इदानीम् अग्रे उषा भगिनी पठति वा? आं भगिनि. अधुना पुनः अवलोकनीयं यत् शुभयोगः न इति मूलस्थितौ यत्र द्वयोः सूत्रयोः प्रसक्तिः छ्वोः शूड् अनुनासिके च पुगन्तलघुपदस्य च. अधुना एव ज्ञातं यत् सि उ योगः न इको यणचि पुगन्तलघुपदस्य च इत्यनयोः मध्ये इको यणचि इति अन्तरङ्गशास्त्रम्, यस्मात् पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धम्. अनेन ज्ञायते यत् सुयोगः न इति स्थितौ पुगन्तलघुपदस्य च नित्यं नास्ति, यतोहि छ्वोः शूड् अनुनासिके च इत्यनेन सि उ योगः न इति भवति चेत् तदानीं पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः नास्ति. तस्मात् उच्यते यत् सुयोगः न इति स्थितौ नित्यत्वात् छ्वोः शूड् अनुनासिके इत्यस्य प्राप्तिः. सुयोगः न इति मूलशब्दयोगं, सुयोगः न इति स्थिते छ्वोः शूड् अनुनासिके च पुगन्तलघुपदस्य च द्वयोः सूत्रयोः प्रसक्तिः अस्ति. छ्वोः शूड् अनुनासिके च कार्यं करोति चेत् नित्यशास्त्रस्य अपेक्षया छ्वोः शूड् अनुनासिके च सूत्रं कार्यं करोति चेत् वकारस्य स्थाने ऊटादेशः भवति. सिव् योगः न इति सि उ योगः न इति भवति. सि उ योगः न इति भवति चेत् इकोयणचि इति सूत्र स्य प्रसक्तिः अस्ति, पुगन्तलघुपदस्य च इत्यस्य सूत्रस्य प्रसक्तिः अस्ति. सीवु योगः न इति स्थितौ इको यणचि सूत्रम् अन्तरङ्गशास्त्रं भवति, पुगन्तलघुपदस्य च इति सूत्रं बहिरङ्गं भवति. इको यणचि इति सूत्रं सूत्रस्य निमित्तं, पुगन्तलघुपदस्य च इति सूत्रस्य निमित्तसमुदाय अन्तर्भूतः अस्ति, पूर्व उपस्थितम् अपि अस्ति. तस्मात् कारणात् पुगन्तलघुपदस्य च इति सूत्रम् इकोयणचि इति सूत्रस्य अपेक्षया असिद्धं भवति. पुगन्तलघुपदस्य च शिवयोगः न इति स्थितौ पुगन्तलघुपदस्य च नित्यम् अपि नास्ति. सीवु न भवति इति चेत् पुगन्तलघुपदस्य च नित्यं नास्ति इति भवति. तदानीं पुगन्तलघुपदस्य किमर्थं नित्यं नास्ति? मध्ये इको यणचि इति सूत्रम् अपि आगच्छति. इको यणचि अपेक्षया पुगन्तलघुपदस्य च असिद्धं भवति. तस्मात् इको यणचि अपि इको अणचि अपि कार्यं कर्तुं प्राप्नोति, पुगन्तलघुपदस्य च असिद्धं भवति. तस्मात् पुगन्तलघुपदस्य प्राप्तिः नास्ति, तस्य प्राप्तिः नास्ति नास्ति. पुगन्तलघुपदस्य च चोहोषुड् अनुनासिके च इति सूत्रस्य अपेक्षया पुगन्तलघुपदस्य च नित्यं नास्ति भवति. चोहोषुड् अनुनासिके च कार्यं करोति चेत् श्वो पुगन्तलघुपदस्य च असिद्धं भवति, मध्ये इको यणचि इति सूत्रस्य अपेक्षया. तस्मात् कारणात् चोहोषुड् अनुनासिके च अनन्तरम् इको यणचि इति कार्यं करोति. श्वोः षुडनुनासिके च इति सीवु योगः न इति भवति, इको यणचि इति स्यू भवति, स्यू योगः न इति भवति. स्यू योगः न इति स्थितौ पुगन्तलघुपदस्य च कार्यं न कर्तुं करोति, सार्वधातुक आर्धधातुकयोः सूत्रमेव कार्यं करोति. स्यो न इति शब्दः निष्पन्नः भवति. हा, बहु समीचीनं, तथैव अस्ति अत्र. अतः सी सिव्योगः न इति सन्दर्भे प्रथमम् अत्र इदानीं निर्णीतमस्ति, चोवशुडनासिके च इति सूत्रमेव नित्यसूत्रमस्ति, पुगन्तलघुपदस्य च इति नित्यं नास्ति. यतोहि प्रथमं चोवशुडनासिके च कार्यं करोति चेत् तदनन्तरं पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः नास्ति, यतोहि तत् सूत्रं बाधितमस्ति इकोयणचि इति सूत्रेण. अतः प्रथमं चोवशुडनासिके च इति कार्यं करोति तर्हि सिव् योगः न इत्यत्र वकारस्य स्थाने ऊट् आदेशः, सि उ न इति अस्ति. अधुना इकोयणचि इति अन्तरङ्गत्वात् कार्यं करोति, अतः स्यु स्यू योगः न. तदनन्तरम् अधुना तु पुगन्तलघुपदस्य च इत्यस्य प्रसङ्गः एव नास्ति, सार्वधातुकार्धधातुकयोः इत्यनेन गुणः स्यो न इति शब्दः निष्पन्नः. स्पष्टं वा? आं भगिनि. हा, इति एकविध अन्तरङ्गत्वं, पूर्वोपस्थितनिमित्तकत्वम् इति एकविध अन्तरङ्गत्वम्. अस्तु, इदानीम् अग्रे गच्छेम. इदानीं विजयलक्ष्मी भगिनी अग्रे पठति वा अपरनिमित्तकम् अन्तरङ्गम्? धन्यवादः. आं पठामि भगिनि. अपरनिमित्तकं निमित्तकम् अन्तरङ्गम्, यस्य शास्त्रस्य परं निमित्तं नास्ति तत् अपरनिमित्तकं भवति. आदेश उपदेशे अशिति, उपदेशे शिति इत्यनेन आत्वं भवति. तत्र अशिति इत्यनेन आत्वप्रतिषेधः, नाम शिति कार्यं न भवति. तथा च उपदेशे एजन्तस्य धातोः आत्वं भवति. कस्मिन् परे इति चेत् किमपि नोक्तम्. एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति तत् परनिमित्तकम् अस्ति. यस्य शास्त्रस्य परनिमित्तं नास्ति इत्युक्ते अचिपरे एवम् अस्ति खलु, तद् अत्र नास्ति. अत्र आदेच् उपदेशे अशिति, अशिति इत्युक्ते यत्र शित् नास्ति तावदेव, अन्यत् किमपि नोक्तं. परनिमित्तं नास्ति इति कृत्वा अपरनिमित्तकम् अन्त ओ तत्कारणम् एतस्य नाम भवति, एतस्य शास्त्रस्य नाम किं भवति भगिनि इति द्वितीयविध अन्तरङ्गमस्ति. अपरनिमित्तकम्, अपरनिमित्तकं नास्ति इति अत्र, अपरनिमित्तकं नास्ति इति नास्ति. अपरनिमित्तकम् इत्यस्य कः अर्थः? अपरनिमित्तकम् इत्युक्ते किम्? परनिमित्तिकं नास्ति इत्युक्ते अपरनिमित्तिकं नै अस्ति खलु, नै न परनिमित्तकम् अपरनिमित्तिकम्. अपरनिमित्तकं यस्य परनिमित्तं नास्ति तादृशम् अपि अन्तरङ्गं भवति, तादृशम् अपि अन्तरङ्गं भवति इति एकविध अन्तरङ्गम्. अत्र आदेश उपदेशे शिति इति सूत्रस्य कार्यं किम्? एतस्य कार्यं एकारः एजन्तस्य धातोः आत्वं भवति. तर्हि यदा गै इति धातुः अस्ति तस्य गा इति भवति, अनन्तरं ध्या इति भवति, ध्यै इति धातु ध्या इति भवति. तद् तस्य कार्यम् अस्य सूत्रस्य किं क्षेत्रं. हा हा, परन्तु अत्र पश्यतु आदेश समीचीनम् इत्युक्ते एजन्तधातोः अत्वं भवति उपदेशावस्थायाम्, एजन्तधातोः अत्वं भवति अशिति इति उक्तं. तर्हि अशिति इत्यस्य कः अर्थः स्वीकृतः इति चिन्तनीयम्. अशिति इत्यस्य कः अर्थः? तत्र सार्वधातुकप्रत्यय भवति चेत् तत्र शित् नास्ति इति, शित् नास्ति भवतु इति, तत्र शित् मा शकारः इत् तत्र न भवति चेत् अशिति इत्यस्य, यदि वयम् अशिति इति वदामः चेत् तत्र अशिति इत्यस्य कः अर्थः? शकारः इत् यस्य सः तत् शित् अस्ति. अत्र शकारः इत् नास्ति चेत् अशित्. तर्हि अशित् शकारः इत् नास्ति चेत् अशित्, अशिति इति उक्तं खलु अत्र. हा तथादेव, तद् अनन्तरं भवति चेत् धातोः अनन्तरं यत् प्रत्ययः अस्ति तस्य प्रत्ययस्य आदौ तस्य प्रत्यये शित् मा भवतु इति. हा इति बहु समीचीनं, बहु समीचीनम् इत्युक्ते अत्र एकः अस्ति, एकः किम् अस्ति इति चेत् तत्र धातोः अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः शित् मा भवतु इति एकविध अर्थः अस्ति खलु. इत्युक्ते इत्युक्ते भवती किं वक्तुमिच्छति इति चेत् प्रत्ययः अपेक्षितः सः प्रत्ययः शित् न स्यात् इति भवती वक्तुमिच्छति खलु. तर्हि प्रत्ययः अपेक्षितः परनिमित्तं भवति खलु. तत्तु परनिमित्तं भवति. तर्हि कथं तत्र अपरनिमित्तिकम् इत्यस्य उदाहरणं? तर्हि तर्हि अशित् इति वदामः चेत् तस्य औपदेशिकरूपं वा किम्? औपदेशिकधातुरूपे शकारः इत् नास्ति इति वा? तथा किमपि न उक्तं खलु अत्र. औपदेशिकधातौ शित् नास्ति इति किमपि न उक्तम्. आदेश उपदेशे अशिति इति उक्तं. तर्हि अशिति इत्यस्य कः अर्थः इति अवगन्तव्यः. यावत्पर्यन्तम् अशीति इत्यस्य कः अर्थः इति न ज्ञायते तावत्पर्यन्तं स्पष्टता न भवति. तर्हि अग्रिमपरिच्छेदः सूर्यकुमारी भगिनी अग्रिमपरिच्छेदं पठतु. अत्र ध्येयं यत् असित्वं भवेत् इति नोक्तम्. असिति प्रत्ययपरे इति नोक्तं स्थिति न भवति इत्युक्तम्. अतः निषेधार्थम् आदेच् उपदेशस्थिति उपदेशे स्थिति इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्. प्रथमं वाक्यम् उपदेशे एजन्तस्य धातोः आत्वं भवति इति एकः अर्थः. द्वितीयवाक्यम् उपदेशे एजन्तस्य धातोः स्थितिप्रत्ययपरे आत्वं न भवति इति द्वितीय अर्थः. अत्र अस्ति असित्वं भवेत् इति तद् अर्थम् अर्थः द्विविधाः. प्रथमर्थः उपदेशे एजन्तस्य धातोः आत्वम् इति एकः अर्थः. उपदेशे अस्ति एजन्तस्य धातोः आत्वं. द्वितीयम् एजन्तस्य धातोः स्थितिप्रत्ययपरे आत्वं न भवति. अस्ति अर्थः नन् तत्पुरुष विषये स्थिति नास्ति चेत् आत्वं न भवति. अत्र पश्यतु भगिनि. नो स्थिति अस्ति चेत् आत्वं न भवति. अत्र अशीति इति वदामः चेत् तस्य अर्थद्वयम् अस्ति. एकः अर्थः अस्ति अशीति प्रत्यये परे इति अर्थः अपि भवितुम् अर्हति. नो चेत् अत्र किं भवति इति चेत् अत्र किमपि न अपेक्षितम्. एजन्तधातोः आत्वं भवति इति तावदेव अस्ति. परन्तु शित् प्रत्ययः अस्ति चेत् न भवति इति तद्वयमपि एकविध अर्थः. इत्युक्ते तत्र अशीति प्रत्यये परे इति परनिमित्तरूपेण वयं स्वीकर्तुं शक्यते अशीति इत्यस्य. नो चेत् वयं किं कर्तुं शक्यते इति चेत् सर्वत्र भवति एजन्तधातोः सर्वत्र आत्वं भवति, परन्तु षित् प्रत्ययः परः अस्ति चेत् न भवति इति तादृश अर्थः अपि स्वीकर्तुं शक्यते. अनयोः भेदः अस्ति इति पश्यन्ति खलु. आं भगिनि. एकत्र परनिमित्तम् अपेक्षितं, परनिमित्तं नास्ति चेत् कार्यमेव न भवति इति एकः अर्थः. अन्यत्र परनिमित्तं न अपेक्षितं, सर्वत्र कार्यं भवति एजन्तधातोः सर्वत्र आत्मं प्रत्ययः अस्ति नास्ति वा इति न चिन्तनं, सर्वत्र कार्यं भवति. परन्तु प्रत्ययः अस्ति चेत् सः प्रत्ययः षित् अस्ति चेत् न भवति इति अर्थः तत्र. अतः अनयोः भेदः अस्ति. एवमेव सर्वत्र भवति इत्यस् अस्य विषये इतोपि किञ्चित् अग्रिमसप्ताहे वक्ष्यामि. परन्तु अनयोः भेदः अस्ति इति स्मर्तव्यम्. सार्वधातुकम् अपित् सार्वधातुकम् अपित् हा एवमेव यत्र यत्र नञ् अस्ति तत्र सर्वत्र एतादृश अर्थद्वयं भवितुम् अर्हति. तर्हि अत्र स्थगयामः. अग्रिमसप्ताहे इतोपि अग्रे चिन्तनं कर्तुं शक्नुमः. धन्यवादः भगिनि. अस्तु, धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः.